सम्भाषणसंस्कृतकक्ष्यां प्रति सर्वेषां हार्दं स्वागतम्। आरम्भे वयम् एकं सुभाषितं शृणुमः। भवती सुभाषितं किञ्चित् श्रावयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। विद्या भोगकरी यशः सुखकरी, विद्या गुरूणां गुरुः, विद्या बन्धुजनो विदेशगमने, विद्या परा देवता, विद्या राजसु पूज्यते न तु धनं, विद्या विहीनः पशुः, विद्या राजसु पूज्यते न तु धनं, विद्या विहीनः पशुः। उत्तमं भगिनी, धन्यवादः। उत्तमरीत्या श्रावितवती, उत्तमं, धन्यवादः। बहु सुन्दरमस्ति। धन्यवादः। उत्तमम्। अत्र ध्वनिः अस्ति चेत् किञ्चित् म्यूट् करोमि। पूर्वतनकक्षायां गीतासोपानं पुस्तकतः वर्तमानकालक्रियापदानां विषये किञ्चित् वयम् अवगतवन्तः। इत्युक्ते लट्लकाररूपाणां प्रसङ्गे किञ्चित् ज्ञातवन्तः, अपि च विशेषक्रियापदानां रूपाणि अपि अस्माभिः दृष्टानि एव। लट्लकाररूपाणां चिन्तनम् अथवा लट्लकाररूपाणां चिन्तनम् इति विषयस्य अनुवर्तनं क्रियते अद्य, अथवा भिन्नरीत्या वदामश्चेत् अद्य लट्लकाररूपाणां चिन्तनम् अनुवर्तते। आरम्भे वयं गृहपाठविषये किञ्चित् अवलोक्य तदनन्तरम् अग्रे सरेम। उत्तमं। तदर्थं भवन्तः सर्वे एकचत्वारिंशत्तमे पुटे किमस्ति इति पश्येम। तदर्थम् एकचत्वारिंशत्तमं पुटं पश्यन्तु। तत्र पञ्चमाभ्यासात् वयं अद्य पठामः। तत्र गृहपाठविषये चिन्तनम् अधुना। अत्र पूर्णेन्दुमहोदय, भवान् अत्र पठतु, आरम्भं करोतु। अहम् आवां वयम् एतेषु उचितस्य रूपस्य प्रयोगेण एतेषां प्रश्नानाम् उत्तराणि लिखत। त्वं कलं प्राप्नोति किम्? महोदय, अत्र पश्यतु, अत्र एकं वाक्यमस्ति, तस्मिन् वाक्ये कानिचन पदानि सन्ति, प्रत्येकं पदं भवान् जानाति एव, किन्तु अन्येषां कृते किञ्चित् विवृणोतु। निर्देशमस्ति, अहम् आवां वयम् एतानि सर्वाणि पदानि वा तत्र प्रत्येकं पदं स्वीकृत्य भवतः अवगमनार्थम्, अन्येषाम् अवगमनार्थम्। अहमिति अस्मत् प्रातिपदिकस्य प्रथमाविभक्ति एकवचनरूपमस्ति, आवां प्रथमाविभक्ति द्विवचनरूपमस्ति, वयं प्रथमाविभक्ति बहुवचनरूपमस्ति। एतेषु इति एतत् प्रातिपदिकस्य सप्तमी बहुवचनरूपस्य इति अपि षष्ठी एकवचनरूपम् अस्ति। प्रयोगेण अत्र प्रयोग इति अकारान्त पुल्लिङ्ग अथवा नपुंसकलिङ्गः भवितुमर्हति, अहं सम्यक्तया न जानामि। तृतीया एकवचनरूपम् अस्ति प्रयोगेण। एतेषाम् एतत् प्रातिपदिकस्य एतेषां षष्ठी बहुवचनरूपमस्ति। प्रश्नानां प्रश्नः इति प्रातिपदिकस्य षष्ठी बहुवचनरूपम् अस्ति। उत्तराणि उत्तरम् इति नपुंसक अकारान्तनपुंसक प्रातिपदिकस्य प्रथमा एकवचनरूपं, प्रथमा अथवा द्वितीया अत्र भवति भगिनि, द्वितीया भवति, द्वितीया। किमर्थम् इत्युक्ते लिख् धातुः सकर्मकधातुः अस्ति इति कृत्वा अत्र नपुंसकलिङ्गपदं किन्तु द्वितीया बहुवचनं लिखत लिख् धातुः लोट् लोट् प्रथम पुरुष एकवचनरूपे अस्ति. अत्र पश्यतु महोदय, लिखत्व इति पदम् ईदृशं पदम्, ईदृशानि पदानि वयं बहुवारं दृष्टवन्तः. अत्र यथा भवान् उक्तवान् लोट्लकारः एव, किन्तु मध्यमपुरुष बहुवचनरूपं तादृशं रूपं सिद्ध्यति अत्र. मध्यमपुरुष बहुवचनं अत्र अपि च अत्र प्रयोगेण इति पदमस्ति, तत्र प्रा उपसर्गपूर्वकः, तत्र पदमस्ति प्रयोगः, पुंलिङ्गपदमेव, प्रयोगः प्रयोगेण. तत्र यथा भवान् उक्तवान् तृतीयविभक्ति एकवचनरूपमस्ति, अपि च तत्र णत्वमपि सम्भवति. नमस्ते भगिनि, सोरि विलम्बं जातं, क्षम्यताम्. एकचत्वारिंशत् तमे पुटे पञ्चम अभ्यासं कुर्मः, वयं कुर्वन्तः स्मः. धन्यवादः. धन्यवादः महोदय. अत्र प्रथमं वाक्यं पठतु. त्वं फलं प्राप्नोसि किम्? अत्र त्वं युष्मत् युष्मत् प्रातिपदिकस्य प्रथम एकवचनं रूपम् अस्ति. फलं फल इति अकारान्त नपुंसकप्रातिपदिकस्य द्वितीय एकवचनमस्ति. कर्मणि द्वितीया इति इत्युक्ते प्राप्नोसि. आप् धातुः प्र उपसर्गपूर्वक आप् धातुः लट्टि मध्यमपुरुष एकवचन. किम् किमिति प्रश्नात्मक भगिनी किं विषये किञ्चित् सम्यक्, परन्तु कुत्र किं प्रयुज्यते, किम् इति प्रातिपदिकस्य अव्ययरूपेण अपि अपि प्रयोगं भवति वा न वा, तेषां एतानि सर्वाणि किञ्चित् सन्देहः अस्ति मम मनसि. कुत्र कः प्रयु कः इति तु पुल्लिङ्गे प्रयुज्यते, परन्तु यदा कदा दृश्यते बहवः जनाः पुल्लिङ्गे अपि किं प्रयुज्यते तथा किम् इत्युक्ते, यावत्पर्यन्तं वयं तस्य तस्मिन् वाक्ये कर्तृपदस्य लिङ्गं वयं न जानीमः, यावत्पर्यन्तं लिङ्गं न जानीमः तदा सर्वदा किम् इति पदस्य उपयोगं कुर्मः. यदा वयं लिङ्गं स्पष्टतया जानीमः तदा स्पष्टतया लिङ्गम् अनुसृत्य तत्र किं शब्दस्य रूपम् उपयुज्य वाक्यरचना करणीयं करणीया. अत्र अस्मिन् वाक्ये फलम् इति पदं नपुंसकलिङ्गपदम् अस्ति इति कृत्वा किं साधु एव, नो चेत् अपि यदि वयं स्पष्टतया तत्र लिङ्गं न जानीमश्चेत् तत् किम् इति वक्त वदामश्चेत् साधु एव तत्र इति मम चिन्तनम्. अत्र प्रश्नवाचकवाक्यं दत्तमस्ति, अत्र उत्तरं किम्? अत्र त्वं युष्मत् युष्मत् प्रातिपदिकस्य रूपम् अस्ति. अत्र अहम् अहं फलं प्राप्नोमि किम् एतद्रीत्या करिष्यामः चेत् किं किमर्थं तत्र अहं फलं प्राप्नोमि फलं प्राप्नोमि तदेव तदेव उत्तमं महोदय. अत्र किञ्चित् भवान् सुन्दररीत्या उक्तवान् महोदय, धन्यवादः. अत्र प्राप्नोषि इति पदमस्ति, किञ्चित् केवलं वदामि, तत्र तस्य आवश्यकता नास्ति, किन्तु किञ्चित् वदामि. अत्र प्राप्नोषि साधारणतया पठसि इति वदामः, किन्तु अत्र प्राप्नोषि तत्र मूर्धन्यषकारः आगतः. किमर्थम् इति पश्यामश्चेत्, साधारणतया मध्यमपुरुषे एकवचनरूपं गच्छसि, खादसि, पठसि तादृशरीत्या रूपाणि भवन्ति, किन्तु अत्र प्राप्नोषि मूर्धन्यषकारः आगतः. किमर्थम् इत्युक्ते, तत्र एकं सूत्रमस्ति आदेशप्रत्यययोः इति सूत्रेण तत्र सकारस्य दन्तिसकारस्य मूर्धन्यषकारः आयाति. अपि च अहं दृष्टवती एकं क्रियापदमपि अस्ति, फलति इति एकं क्रियापदमपि अस्ति तत्र. फलम् इत्युक्ते लाभः इति अपि वक्तुं शक्यते. द्वितीयं वाक्यं करोतु महोदय. भवन्तः गीतां जानन्ति किं? भवन्तः भवत् प्रातिपदिकस्य प्रथमा बहुवचनरूपम् अस्ति. गीतां गीता प्रातिपदिकस्य द्वितीया एकवचनं रूपं. जानन्ति ज्ञाधातुः लट् लट्टि प्रथमपुरुष बहुवचनरूपं, किन्तु प्रश्नवाचक प्रथमपुरुष एकवचनरूपं. भवन्तः गीतां जानन्ति किम्? उत्तरं भवति भवन्तः स्थाने वयं, वयं गीतां जानीमः. उत्तमं, जानीमः. उत्तमं महोदय. अत्र गीताम् इति पदमस्ति, गीताम् इति पदम् अस्मिन् वाक्ये कर्मपदमस्ति. किमर्थम् इत्युक्ते तत्र ज्ञाधातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र गीतां कर्मपदमस्ति. गीता इति पदं कथम् आगतम् इत्युक्ते तत्र गै इति धातुः अस्ति, गै धातुः, एजन्तधातुः अथवा ऐकारान्तधातुः. तत्र गै धातुतः तत्र क्तान्तरूपं गीता इति पदम् आगतं. यदि वयम् अत्र जानन्ति, भवन्तः जानन्ति इति ज्ञाधातुः उभयपदी धातुः अस्ति इति कृत्वा आत्मनेपदीरूपमपि अस्ति. तत्र जानीते, जानाते, जानते, भवन्तः जानते इति अपि वक्तुं शक्यते. यदि वयम् उत्तरम् आत्मनेपदीरूपं योजयित्वा वक्तुमिच्छामश्चेत् वयं गीतां जानीमहे इति अपि साधु. तत्र गीतायाः विषये अहं किञ्चित् दृष्टवती, अतः वदामि. साधारणं पदमेव भगवद्गीता इति पदमस्ति चेत् तत्र विग्रहवाक्यं कथं भवति इत्युक्ते भगवता गीता. तत्र तत्र तृतीया तत्पुरुषसमासः भवति. भगवद्गीता इत्युक्ते आत्मविद्योपदेशात्मिका ब्रह्मतत्त्व उपदेशमयी कथा एव गीता. गीता नाम का इति पश्यामश्चेत् आत्मविद्योपदेशात्मिका ब्रह्मतत्त्व उपदेशमयी कथा एव गीता इति लिखितमस्ति. तावदेव. अत्र इतोपि अस्मिन् वाक्ये किम् अवगन्तव्यम्? आहत्य ज्ञाधातुः सकर्मकधातुः अपि च उभयपदी धातुः. उत्तमम्. अनन्तरं भूमा भगिनी, भवती अग्रिमं वाक्यं पठतु. आं भगिनि, यूयं पाठं शृणुत किम्? यूयं मध्यमपुरुष बहुवचन, पाठं द्वितीया विभक्ति, शृण् धातु शृणुत मध्यमपुरुष बहुवचन, वयं वयं पाठं शृणुमः. उत्तमं. वयं पाठं शृणुमः. उत्तमं भगिनि, उत्तमं. अत्र पाठम् इति पदं कर्मपदमस्ति. अत्र भवती जानाति चेत् वदतु, नो चेत् अहं किञ्चित् वदामि. अत्र पठ् धातोः रूपमेव पाठः. पठ् धातुतः घञ् प्रत्ययान्तरूपं पाठः. अत्र तु कर्मपदं, श्रु धातुः सकर्मकधातुः, अतः कर्मपदं स्वीकरोति. तदर्थमेव पाठं शृणुथ, यूयं पाठं शृणुथ. अत्र इतोपि किञ्चित् यूयं वयं, भवती किम् उक्तवती उत्तरं पुनः एकवारं वदतु. पाठं शृणुमः. उत्तमं. शृणुमः. अत्र विकल्पेन रूपद्वयम् अस्ति. कथम् इत्युक्ते, उत्तमम्, उत्तमम् इत्युक्ते शृणुमः इति एकं रूपं, शृण्मः इति अन्यत् रूपमस्ति. तत्र उकारलोपः भवति. तत्रापि एकं सूत्रमस्ति, लोपश्च अस्य अन्यतरस्यां मोः वोः, मकारः वकारः अपि अस्ति तत्र. इत्युक्ते द्विवचने अपि च बहुवचने रूपद्वयं सम्भवति इति विषयः. शृण्मः शृणुमः इति अग्रिमं. यूयं लोकान् चिनुथ किम्? आम् वयं श्लोकान् चिन्मः, चुनुमः वा, चुनुमः वा चिन्मः चिनुमः. उत्तमम्. इत्युक्ते रूपद्वयमपि अस्ति. द्वयं रूपद्वयमस्ति, चिन्मः चिन्मः अथवा चिनुमः. अत्र श्लोक द्वितीयविभक्ति कर्मपदमेव बहुवचनं, चिन्दातु कर्मक इति मन्ये. अत्र धातुः अस्ति ची धातुः, ची ह्रस्व ईकारान्तधातुः, ची धातुः. वयं साधारणतया चिनोति, चयनं ल्युडन्तपदं वयं जानीमः एव. तत्र श्लोकाः, श्लोकः इति पुंलिङ्गपदमस्ति, अकारान्तपुंलिङ्गपदं. धातुः तु ची धातुः, ची धातुः अपि उभयपदी धातुः. तत्र इतोपि किं ज्ञातव्यं, चिनुथ इति रूपम् अस्ति. यदि वयं आत्मनेपदिरूपं स्वीकृत्य वक्तुमिच्छामश्चेत् यूयं श्लोकान् चिनुध्वे, चिनुध्वे इति भवति तत्र. आहत्य अत्र अस्माकम् उत्तरं किं भवति, वयं श्लोकान् चिन्मः अथवा चिनुमः. चिनुमः, उत्तमं भगिनि. अनन्तरं धन्यवादः. ललिता भगिनि भवती करोतु अग्रिमं वाक्यम्. ललिता भगिनि वदामि. भवती गीतासारं जानाति किम्? भवती प्रथमा विभक्ति एकवचन स्त्रीलिङ्गशब्द, गीतासारं द्वितीया विभक्ति, द्वितीया विभक्ति एकवचन एकवचनं, जानाति जानाति ज्ञादातुः, जानाति किं प्रथमा लट्लकार एकवचन प्रथमा विभक्ति, किं किमपि एकवचनं. तत्र जानाति, तत्र तस्मिन् सन्दर्भे विभक्ति इति विभक्ति इति न वदामः. किं वक्तव्यं तत्र? प्रथमपुरुष, प्रथमपुरुष, करेक्ट्, ओके, प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष, सो प्रथमपुरुष. उत्तमं, तावदेव. अत्र गीतासारं, गीतायाः सारं, तत्र गीतासारः प्रथमविभक्त्यन्तरूपं गीतासारः तत्र, किन्तु अस्मिन् वाक्ये कर्मपदम्. अत्र श्रु धातोः रूपमेव सारः, श्रुधातोः घञ् प्रत्ययान्तरूपं सारः, गीतासारः, अहं गीतासारं जानामि. तदेव अत्र उत्तरमस्ति. अग्रिमं वाक्यं. युवां गीतापुस्तकं गृह्णीतः किम्? युवां मीन्स् युवां द्वितीय, ऐ मीन् द्विवचनं, द्विवचनं युष्मत्शब्द एक प्रथमा प्रथमपुरुषः. तत्र सोरि, नो नो, त्वं युवां यूयं, सो द्विवचनं प्रथमपुरुषः, प्रथमपुरुषः तत्र मध्यमपुरुषः, सोरि मध्यमपुरुषः, गीतापुस्तकं कर्मपदं द्वितीयाविभक्तिः गृह्णीतः गृह्णीतः द्वितीया मध्यमपुरुषः द्विवचन क्रिया क्रियापदं मध्यमपुरुष द्विवचनं गृह्णीतः गृह्णीतः गृण् धातुः तत्र किं वक्तव्यम् इत्युक्ते ग्रहधातुः ग्रहधातोः रूपमेव तत्र किं भवति इत्युक्ते तत्र ईग्यणः सम्प्रसारणम् इति एकं कार्यं भवति तेन तत्र अपि च एकं बहु दीर्घं सूत्रमस्ति ग्रहिज्या वै व्यधि वृष्टि विच्छति पृच्छति वृच्छति पृच्छति भृज्यतीनां तेन सूत्रेण तत्र ग्रह इति भवति इत्युक्ते सम्प्रसारणकार्यं भूत्वा धातुः ग्रहधातुः किन्तु अत्र गुरुः इति भवति अत्र तु मध्यमपुरुषद्विवचनरूपं लेखनीयं कर्तृपदम् अनुसृत्य युवां गृह्णीतः किन्तु प्रथमपुरुष एकवचनरूपं गृह्णाति इति रूपम् अस्ति तत्र उत्तरं आवाम् आवां गीतापुस्तकं गृह्णीवः अग्रिमं करोतु त्वं कार्यं कर्तुं शक्नोषि किं त्वं मध्यमपुरुष एकवचने एकवचनशब्द पदं कार्यं द्वितीयाविभक्ति द्वितीयाविभक्ति एकवचनं कर्तुं कर्तुं तुमन्त कृ धातुः तुमन्त शब्द क्रियापदं तुमन् तुमन् तत्र तुमुन् इति एकः प्रत्ययः अस्ति तुमुन्नन्तं रूपं करोतु तुमुन् तुमुन् इति एकः प्रत्ययः अस्ति तुमुन् इति प्रत्ययः शक्नोषि किम् एकवचनं मध्यमपुरुष शक्नोषि शक् धातु शक् शक् धातुः तत्र अत्र शक् धातुः अहं चिन्तयामि शक् धातुः परस्मैपदिरूपमेव तत्र शक्नोति शक्नोति शक्नुतः शक्नुवन्ति ईदृशानि रूपाणि भवन्ति तत्र अत्र तु मध्यमपुरुष एकवचनरूपं शक्नोषि तत्र अत्रापि मूर्धन्यषकारः किमर्थम् इत्युक्ते अत्रापि आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति तदर्थमेव शक्नोषि इति प्राप्नोषि सूत्रे सूत्रसहायेन विना तत्र कथं विवरणं सकार शकार भवति किल जस्ट् लैक् लुकिङ्ग् एट् द वर्ड् केन् वि मेक् औट् वेर् वि मस्ट् पुट् सकार वेर् वि मस्ट् पुट् शकार सपोज् ऐ डोण्ट् नो एनि सूत्र ऐ वुड् से शक्नो सि सो हौ टु फैण्ड् औट् वेर् वि शुड् पुट् जस्ट् बै अभ्यास वि विल् नो केवलम् अभ्यासेन एव भगिनी तत्र किन्तु प्रत्येकं पदस्य विषये भिन्नभिन्नसूत्राणि अस्माभिः ज्ञातव्यानि किन्तु यथा भवत्या उक्तं पूर्वस्मिन् कक्षायाम् एव भवती उक्तवती अत्र सूत्राणाम् आवश्यकता अस्ति वा इति पृष्टवती भवती किन्तु सूत्राणाम् आवश्यकता नास्ति नास्ति एव किञ्चित् अहम् उक्तवती अत्र तु शक्नोषि इति रूपं किञ्चित् अभ्यासेन एव वयं ज्ञातुं शक्नुमः कुत्र कीदृशं रूपं दृश्यते. तत्र कारणं कीति कारणं किम् इति वयं चिन्तयामश्चेत् इतोपि सम्यक् भवति इति मम चिन्तनम्. Na we put, no, so that if rukara, shakara is there in the pada, then we have the na changes to na, iti vatamaha kila. Like that, I thought if there is some kakara or shakara, something, we must put sha instead of sa, if there is some such thing to identify, whether there was any clue, I was wondering. That's okay. इत्युक्ते अत्र यद्यपि तत्र दश धातुगुणाः सन्ति, एते धातवः भिन्नभिन्नगणेषु उपस्थिताः सन्ति. तत्र भिन्नगणेषु भिन्नभिन्न रूपसाधनार्थं भिन्नकार्याणि भवन्ति, तदर्थं भिन्नसूत्राणि सन्ति. इत्युक्ते तत्र धातुगणम् अनुसृत्य तत्र कार्याणि भवन्ति, तावत् सरलः नास्ति. इत्युक्ते यथा भवत्या उक्तं तत्र क्लू अस्ति वा इति पृष्टवती. क्लू चिन्तनीयं, कोऽपि जानाति चेत् वदन्तु. लैक् प्राप्नोषि यु सेड् नो, सो इफ् पकार कम्स् शुड् वि पुट् शा एण्ड् हियर् शक्नुमः वेदर् ककार induces that shakara. I was just thinking if some vadatu mahodaya vadatu. When anuswara combined with o, it is difficult to pronounce sa dantya sa, so it is becoming sha is better. If you with the anuswara with o is a preceding word, no? Not a full no. Okara. Yes. But okara of an anuswara varga, no? In the halantyam varga and the hal vargas, you have got all na-nya-nga-na-nam. In all nya-nga-na-nam, if you have an okara attached to that, then it is difficult to pronounce sa as sa. So sha will be easier to pronounce. But I don't know the what you call atra ta bhagini atra mama may be right because karoshi there also shakara we use, no, vokara comes karoshi, maybe that is one clue, we just have to see, I think we check. Dhanyavad bhagini vadatu bhagini. अत्कुप्वाङ्ग् इति सूत्रेण न तत्र अत्र पश्यतु भगिनी, अत्र अट्कुप्वाङ्ग् शक्नोषि इत्यस्मिन् पदे तत्र निमित्तमेव नास्ति, अत्र रेफः नास्ति, अपि च शकारः नास्ति. अट्कुप्वाङ्ग् सूत्रं केवलं णत्वविषये, मूर्धन्यणकारः कुत्र आयाति इत्यस्मिन् विषये अट्कुप्वाङ्गनम्. परन्तु अत्र भगिन्याः प्रश्नः तु कुत्र दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति आदेशप्रत्ययोः इति सूत्रेण, कथम् आयाति, तत्र किमपि क्लू अस्ति वा, कुत्र षकारः आयाति मध्यमपुरुषे एकवचने इति भवत्या भगिन्याः प्रश्नः. इत्युक्ते तत्र किन्तु चिन्तनीयं भगिनी तत्र. अनन्तरम् अत्र अग्रिमं वाक्यं शशिकला भगिनी भवती उक्तवती वा अधुना? क्षम्यतां भगिनि, लिस्ट् ऐ एम् नाट् एबल् टु सी, इस् इट् द सेम् फार् एव्रि वन् आर् किं पृष्टवती किम्? अटेण्डी लिस्ट् इन् द फ्री कान्फरेन्स् काल्. चिन्ता मास्तु, चिन्ता मास्तु भगिनि, चिन्ता मास्तु. अस्मिन् विषये अत्र अस्माकं कार्यमस्ति, अत्र अग्रिमं वाक्यं भवती किञ्चित् विवृणोतु. अग्रिमं वाक्यं युर् आस्किङ्ग् मे शशिकला भगिनि. ऐ केन् टेल् यू द sentence, but I wouldn't know the grammatical breakup, Bhagini. Is that okay? Okay. Bhavati Shrotam Ichchati Va? No Chit? भवती श्रोतुमिच्छति चेत् शृणोतु. अत्र अरविन्द महोदय भवान् प्रयत्नं करोतु. युवां जीवनलक्ष्यं प्राप्नुतः किम्? युष्मत्शब्दस्य मध्यमपुरुषः युवां जीवनलक्ष्यं कर्मपदं जीवनस्य लक्ष्यं जीवनलक्ष्यं षष्ठी तत्पुरुषसमासः प्राप्नुतः मध्यमपुरुष द्विवचनं किं प्रश्नार्थम् उत्तरम् अस्ति आवां जीवनलक्ष्यं प्राप्नोवः अत्र जीवनं जीवनम् इति पदमस्ति चेत् तत्र जीवति इति लट्लकाररूपमस्ति. जीवनम् इत्युक्ते ल्युडन्तरूपं लक्ष्यते यत् इति लक्ष्यं लक्ष्यं तत्र तत्रापि कृदन्तपदमेव लक्ष् इति धातुः अस्ति ञ्यत् प्रत्ययः इति भाति लक्ष्यम्. अग्रिमं करोतु. समस्तपदं नास्ति. समस्तपदमेव. भवन्तः गीतायां कण्ठस्थीकरणं कुर्वन्ति किम्? भवन्तः भवत्शब्दस्य बहुवचनः गीतायाः षष्टि पञ्चमी रूपमपि तदेव किन्तु अत्र षष्टिरूपं स्वीकर्तव्यं. कण्ठस्थीकरणं is it using chi here? Kantasthikaranam? Chvi pratyaya. Tatra kantasthikaranam. Chvi pratyaya antarupam asti. Kantasthikaranam. Ichukte memorization. Kurvanti kim? Kurvanti bahujam. Vayam gitayaha kantasthikaranam kurvamaha. Tatra rupam kim bhavati? Vayam बहुवचनम् अहम् आवां वयं तत्र क्रियापदस्य रूपं क्रियापदस्य साधुरूपं किं? कुर्वन् करोमि बहुवचनं कुर्मः वयं कुर्मः. किं कुर्मः? गीतायाः कण्ठस्थं कुर्मः. कुर्मः इति साधुरूपम्. अग्रिमं वाक्यं. भवन्तः पुष्पाणि चेतुं शक्नुवन्ति किम्? भवन्तः बहुवचनं पुष्पाणि बहुवचनं चेतुं तुमन् प्रत्ययः शक्नुवन्ति बहुवचनं उत्तरमस्ति अहं पुष्पाणि चेतुं ऐ कान्ट् से दर्ड् वर्ब् फार् दट् शक्नु. अत्र महोदय बहुवचने लिखितमस्ति. प्रश्नवाचकवाक्यं बहुवचने लिखितमस्ति. भवन्तः शक्नुवन्ति किं? भवन्तः पुष्पाणि चेतुं शक्नुवन्ति किं? तत्र बहुवचने एव उत्तरं दातव्यम्. वयं पुष्पाणि चेतुं शक्नोमि शक्नुमः. अत्रापि पश्यन्तु अत्र चेतुम् इति कीदृशं पदं? तुमन्नन्तपदं. तत्र धातुः अस्ति ची धातुः रूपमेव चिनोति अथवा चिनुते इति रूपमस्ति. अत्र उचितस्य पदस्य विवरणमस्ति. ऊञ्च् धातु ऊ चकार अकार अनुनासिका समवाये इत्यर्थः. दिवाति सेट् ता प्रत्ययम् उचितः. ओ अस्तु, अत्र उचित, अस्तु, अहं न सम्यक्तया न दृष्टवती इति भाति. अत्र चेतुं चेतुम् अत्रापि अस्मिन् वाक्ये इतोपि किं ज्ञातव्यं, पुष्पाणि इति द्वितीयविभक्ति बहुवचनरूपम् अस्ति, इत्युक्ते तत्र कर्मपदं सम्भवति, इत्युक्ते आहत्य तुमन्नन्तं रूपम् अपि कर्मपदं स्वीकर्तुं शक्नोति. तदर्थमेव पुष्पाणि चेतुं, तत्र पुष्पाणि इति पदम् अस्मिन् वाक्ये कर्मपदमस्ति. अपि च शक् धातोः विषये, शक् धातुः अकर्मकधातुः, तदर्थं साधारणतया कार्यं कर्तुं शक्नोमि. अत्र साधारणतया तुमनन्तप्रयोगं कुत्र भवति इति पश्यामश्चेत् कर्तुं शक्नोमि, कर्तुम् अर्हामि, अर्हामि, शक्नोमि एतादृशेषु स्थलेषु तत्र तुमनन्तप्रयोगः भवति साधारणतया. पूर्वस्मिन् वाक्ये अपि पश्यन्तु, कर्तुं शक्नोषि, चेतुं शक्नोमि, तत्र शक् धातुः अकर्मकधातुः. अत्र इतोपि किं ज्ञातव्यम् इत्युक्ते तत्र चि धातुः उभयपदी धातुः. तत्र कथम् इत्युक्ते अहं व्याकरणकक्षायां पठितवती अतः वदामि. तत्र चि धातोः अन्ते इत्युक्ते औपदेशिकावस्थायाम्, उपदेशावस्थायां चि धातोः रूपं चिण् इति अस्ति. चिण् इत्युक्ते तत्र चवर्गीय अन्तिमव्यञ्जनं तत्र श्रूयते. सः चवर्गीय अन्तिमव्यञ्जनं कथम् उच्चारणीयम्, इन् चाच्छा चाच्छा इन् इणि इति वदामः, सः वर्णः चि धातोः अन्ते अस्ति इति कृत्वा तत्र तादृशवर्णः अन्ते अस्ति चेत् तत्र स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण सः धातुः सर्वदा उभयपदी भवति इति एकः विषयः. उभयपदी धातुः अस्ति चेत् तत्र औपदेशिकावस्थायां धातोः अन्ते चवर्गीय अन्तिमव्यञ्जनं श्रूयते. स्वरितणितकर्तृभिप्राये क्रियाफले इति एकं सूत्रमस्ति, तेन इति भवति. आहत्य अत्र वयं पुष्पाणि चेतुं शक्नुमः. अत्र पुष्पाणि अस्मिन् णत्वं किमर्थं महोदय वदतु? पुष्पाणि शकार अस्ति, पुष्प अट्पुप्वायं व्यवधाय अपि सूत्रस्य बाधकं नास्ति. पकारस्य न बाधकं नास्ति चेत् शकारस्य परे चेत् नकार दन्त्यनकारस्य नकार मूर्धन्यनकारः अस्ति. उत्तमम्. इत्युक्ते तत्र निमित्तं तु मूर्धन्यशकारः, शकारस्य अनन्तरं पवर्गीयव्यञ्जनं पकारः अस्ति, तदनन्तरं स्वरवर्णः अस्ति, स्वरवर्णः अस्ति चेदपि तत्र बाधा नास्ति. इत्युक्ते आहत्य तत्र शकारनकारयोः मध्ये व्यवधानमस्ति, व्यवधानमस्ति चेदपि एते वर्णाः तत्र व्यवधानरूपेण तत्र सन्ति, ते वर्णाः बाधकवर्णाः न. तदर्थमेव अत्र णत्वं भवति, तदर्थमेव पुष्पाणि इति रूपम् आगतम्. उत्तमं महोदय. अनन्तरं वेदा भगिनी भवती अग्रिमं करोतु. अधस्तनशब्दानां सहायेन यथोदाहरणं अष्टशत वाक्यानि वदत. भगिनी भगिनी भगिनी अत्र पश्यतु कथं वक्तव्यम्. अत्र तत्र एका संख्या दत्ता, संख्या साधारणतया वयं देवालयं गच्छामश्चेत् किं वदामः, अष्टोत्तरशतं. करेक्ट्. तदेव अत्र वक्तव्यम्, अष्टोत्तरशतं वाक्यानि लेखनीयानि अथवा अष्टाधिक एकशतम्. अष्टाधिक एकशतं वाक्यानि अत्र लेखितुं शक्नुमः. करोतु, आरम्भं करोतु. अधस्तनशब्दानाम् अधस्तन अधस्तन वुड् बि लैक् फ्रम् अधः शब्द अधः अधस्तन अत्र अधः किं भवति इत्युक्ते अधः इति एकं पदम् अस्ति, तत्र विसर्गस्य स्थाने सकारादेशः भवति इति मम चिन्तनं. अत्र विसर्गस्य स्थाने सकारः आयाति, तदर्थमेव अधस्तन साधारणं पदमेव. उपरितन अधस्तन एतादृश अत्र विशेषणपदं वा अधस्तन विशेषण विशेष्यपदं वा अधस्तनशब्दान् शब्दाः तावदेव विशेषणं भाति इति. अधस्तनशब्दानां शब्दानां शब्द शब्द शब्दः विभक्तिशब्दानां वाट् शुड् ऐ से शब्दानां वुड् बि लैक् रामशब्दः इट् विल् बि लैक् रामशब्दः सो शब्दानां would be shashti vibhakti bahuvachanam uttamam shabdanam shashti bahuvachana roopa sahayena sahayena tritiya vibhakti tritiya vibhakti atra kinchit vadami atra padam kim likhitam asti sahayena sahayena तत्र एतत् पदं कथम् आगतम् इति पश्यामश्चेत् साधारणतया संस्कृतभाषायां सहायः इति एकं पदमस्ति. सहायः सहायस्य भावः साहाय्यम्. तत्र श्यै इति एकः प्रत्ययः अस्ति, श्यै प्रत्ययान्तरूपं साहाय्यं. तत्र मधुरस्य भावः माधुर्यं, तथा एव अत्रापि तद्धित् प्रत्ययान्तरूपं सहायस्य भावः साहाय्यम्. तत्र आरम्भे तत्र दीर्घ आकारः श्रूयते. साहाय्येन यतोदाहरणं यत उदाहरणं कर्मपदं अष्टोत्तर शत वाक्यानि वाक्यानि वाक्यं शब्दस्य बहुवचनरूपं प्रथमाविभक्ति वाक्यानि वदत वदत लोट्लकार मध्यमपुरुष बहुवचनरूपं वदत. अत्र वाक्यानि वाक्यानि द्वितीया विभक्ति बहुवचनं. किमर्थम् इत्युक्ते वदधातुः अपि सकर्मकधातुः साहाय्यम् इति तद्धितपदः भवती उक्तवती. तद्धितपदे पदे एव डबल् यकार आगच्छति वा? नौन् सहायं, देर् इस् नो डबल् यकार किल. सहायं या ओन्लि ओन्लि इन् तद्धितपद वि हेव् टु रैट् साहाय्यं यावत् double ya comes no I'm asking atra asmakam sadharanam padam asti sahayah sahaya tatra ekah yakarah purvameva ekah yakarah tatra purvameva asti kintu atra shyai pratyanta rupeshu tatra aham chintayami kintu drashtavyam bhagini tatra yakarah तत्र इतिसंज्ञकवर्णानां लोपानन्तरं तत्र यकारः पुनः आयाति चेत् तत्र तदर्थमेव अत्र द्विवारं यकारः श्रूयते. इत्युक्ते एकः एकः यकारः पूर्वमेव अस्ति, तदनन्तरं प्रत्ययस्य योजनेन द्वितीययकारः आयाति इति मम चिन्तनं. धन्यवादः. वामत कोष्ठके सर्वनामपदं दत्तवन्तः, त्वं तु युवां यूयम् अहम् आवां वयं भवान् भवन्तौ भवन्तः, सर्वनामपदम् वडिकाल् सर्कल् वस्त्रं पुस्तकं द्वे शब्दं दत्तमस्ति. सर्वनामपदं नामपदं वस्त्रं पुस्तकम् उपयोगं सहायेन उपयोगं कर्तुं वाक्यं रच क्रियापदं दक्षिण तः क्रियापदं दत्तमस्ति. त्वं वस्त्रं क्रीणाति टुगेदर् सहायेन वाक्यं रचनां वाक्यरचनां अहं करोमि. त्वं वस्त्रं क्रीणाति. किञ्चित् वदामि अत्र वस्त्रम् अपि च पुस्तकम् एतत् पदद्वयं कर्मपदम् एतत् पदं कर्मपदम् अस्ति. द्वौ कथं वक्तव्यं? द्वौ शब्दौ स्तः अथवा द्वे पदे स्तः. अत्र इत्युक्ते पदम् इति नपुंसकलिङ्गपदम् अस्ति इति कृत्वा द्वे पदे स्तः मध्यभागे द्वौ शब्दौ स्तः इति वक्तव्यम् आरम्भं. त्वं क्रीणाति प्रथमपुरुष एकवचनं, त्वं मध्यमपुरुष एकवचनं, अत एव क्रीणाति विल् बिकम् क्रीणाति क्रीणासि. करेक्ट्? अपि च भवती एव करोतु. अत्र क्रीणाति इति क्रियापदं स्वीकरोतु. स्वीकृत्य अत्र नववाक्यानि लेखितुं शक्नुमः. नववाक्यानि वदतु. ओके. सो त्वं युवां सः वस्त्रम् आर् यु केन् से भवन्त भवान् वस्त्रं क्रीणाति. भवान् भवन्तौ वस्त्रं क्रीणीतः भवान् भवन्तः वस्त्रं क्रीणन्ति. मध्यमपुरुष त्वं वस्त्रं क्रीणासि. त्वं युवां वस्त्रं क्रीणतः. त्वं युवां यूयं वस्त्रं क्रीणथ. तत्र भगिनी तत्र रूपं त्वं समीचीनतया उक्तवती. युवां वस्त्रं क्रीणीथः क्रीणीथः क्रीणीथ. अग्रे गत्वा वयं अहं वस्त्रं क्रीणामि. अहम् आवां वस्त्रं क्रीणावः. आवां वयं वस्त्रं क्रीणामः. भगिनि तत्र रूपाणि किञ्चित् भिन्नानि सन्ति. तत्र क्रयादिगणे रूपाणि किञ्चित् भिन्नानि भवन्ति. तत्र क्रीणाति क्रीणीतः क्रीणन्ति क्रीणासि क्रीणीथः क्रीणीथ क्रीणामि क्रीणीवः क्रीणीमः. कथम् इत्युक्ते गृह्णाति शब्दवत् गृह्णाति तत्रापि ईदृशरीत्या इत्युक्ते ग्रहधातोः रूपाणि क्रीधातोः रूपाणि तत्र समानरूपाणि इत्युक्ते तत्र सादृश्यम् अस्ति. क्रयादिगणीयधातुः क्रीधातुः अग्रे गत्वा वयं समीचीनतया ज्ञातुं शक्नुमः रूपाणि. तत्र चिन्ता मास्तु. एकवारं पुनः वदतु उत्तमपुरुषरूपं. क्रीणामि क्रीणीवः क्रीणीमः क्रीणीवः क्रीणीमः. अत्र गृह्णाति इत्यस्मिन् विषये अपि तथा एव रूपाणि भवन्ति. गृह्णीवः गृह्णीमः ईदृशरूपाणि भवन्ति. अपि च क्रीधातुः अपि उभयपदी धातुः ग्रहधातुः अपि उभयपदी धातुः इत्युक्ते आत्मनेपदीरूपाणि अपि सन्ति. नवरूपाणि आत्मनेपदीरूपाणि अपि. किन्तु वयं अग्रे गत्वा तेषां विषये परिशीलनं करिष्यामः. आत्मनेपदीरूपाणां विषये चिन्ता मास्तु. धन्यवादः भगिनि. अरुणा भगिनी भवती पठतु वदतु. गृह्णाति भगिनि. गृह्णाति. त्वं वस्त्रं गृह्णासि. युवां वस्त्रं गृह्णीतः. युवां वस्त्रं गृह्णीथ. अहं वस्त्रं गृह्णी चिन्मः गृह्णामि क्षम्यताम् आवां वस्त्रं गृह्णीवः वयं वस्त्रं गृह्णीमः भवान् वस्त्रं क्रीणाति भवन्तौ वस्त्रं क्रीणीतः भवन्तः वस्त्रं क्रीणन्ति अत्र ग्रहधातोः रूपं स्वीकृत्य अत्र वक्तव्यं भवान् इति तत्र प्रथमपुरुषरूपाणि भवान् भवत्याः तत्र भवती समीचीनतया उक्तवती किन्तु अत्र ग्रहधातोः रूपं स्वीकृत्य वक्तव्यं भवान् इति आरभ्य वदतु पुनः भवान् गृह्णाति एव भवान् गृह्णाति भवन्तौ गृह्णीतः भवन्तः गृह्णन्ति गृह्णन्ति उत्तमम् अत्र एतावता क्रीणाति धातोः इव एव गृह्णाति तादृशरीत्या एव अत्रापि रूपाणि भवन्ति किन्तु गृह्णाति इति परस्मैपदरूपम् अस्ति किन्तु आत्मनेपदरूपं गृह्णीते गृह्णीते गृह्णाते गृह्णते तत्र आत्मनेपदरूपाणि तादृशरीत्या भवन्ति अग्रिमं प्राप्नोति इति क्रियापदं स्वीकृत्य नववाक्यानि रचयतु पुस्तकं प्राप्नोषि युवां वस्त्रं अत्र प्राप् युवाम् इति तत्र त्वम् उक्तवती मध्यमपुरुष प्राप्नुतः प्राप्नुतः बुद्धिना भवति प्राप्नुतः यूयं पुस्तकं प्राप्नुतः अहं पुस्तकं प्राप्नोमि आवां पुस्तकं प्राप्नुवः वयं पुस्तकं प्राप्नुमः उत्तमं तावदेव धन्यवादः भगिनि करोतु भवान् पुस्तकं प्राप्नोति भवन्तौ पुस्तकं प्राप्नुतः भवन्तः पुस्तकं प्राप्नुवन्तः प्राप्नुवन्ति प्राप्नुवन्ति धन्यवादः प्राप्नुवन्ति उत्तमम् अग्रिमम् अत्र धन्यवादः भगिनी उषा भगिनी भवती करोतु अग्रिमं चिनोति स्वीकृत्य आं भगिनि चिनोति ची धातुः अस्ति भवान् वस्त्रं चिनोति भवन्तौ वस्त्रं चिनुतः भवन्तः वस्त्रं चिन्वन्ति त्वं वस्त्रं चिनोषि युवां वस्त्रं चिनुतः यूयं वस्त्रं चिनुथ अहं वस्त्रं चिनोमि आवां वस्त्रं चिन्वः अथवा चिनुवः वयं वस्त्रं चिन्मः अथवा चिनुमः उत्तमम् उत्तमम् आहत्य अत्र वकार इत्युक्ते द्विवचने अपि च बहुवचने उकारस्य लोपः विकल्पेन भवति इति कृत्वा रूपद्वयं यथा वयं श्रुधातोः विषये वयं दृष्टवन्तः तथा एव अत्रापि ची धातोः विषये अपि भवति अपि च ची धातोः रूपाणि आत्मनेपदरूपाणि अपि सन्ति अग्रे करोतु जानाति ज्ञा धातुः अस्ति भवान् वस्त्रमेव उपयोगं करोमि अथवा पुस्तकं तत्र सन्दर्भदृष्ट्या तत्र किं पदं समीचीनं भवति अत्र भवान् पुस्तकं जानाति इति साधु अतेवं भगिनि भवान् पुस्तकं जानाति भवन्तौ पुस्तकं जानीतः भवन्तः पुस्तकं जानन्ति त्वं पुस्तकं जानासि, युवां पुस्तकं जानीतः, यूयं पुस्तकं जानीथ, अहं पुस्तकं जानामि, आवां पुस्तकं जानीवः, वयं पुस्तकं जानीमः. उत्तमम्, उत्तमं भगिनि. अत्र ज्ञाधातुः अवबोधने, अवगमनम् इत्यस्मिन् अर्थे तत्र अस्ति. अपि च ज्ञाधातुः अपि उभयपदी धातुः आत्मनेपदीरूपाणि अपि सन्ति. जानीते, जानाते, जानते, तादृशरूपाणि भवन्ति. अन्तिमं वाक्यं भवती एव करोतु. ददाति, ददाति, ददाति दा धातुः अस्ति. भवान् पुस्तकं ददाति, भवन्तौ पुस्तकं दत्तः, भवन्तः पुस्तकं ददति, त्वं पुस्तकं ददासि, युवां पुस्तकं दत्तः, यूयं पुस्तकं दत्थ, अहं पुस्तकं ददामि, आवां पुस्तकं दद्वः, वयं पुस्तकं दद्मः. सुन्दरम्, उत्तमरीत्या उक्तवती भगिनी, धन्यवादः. अत्र दाधातुः अपि उभयपदी धातुः, तत्र दत्ते, ददाते, ददते, तादृशानि रूपाणि अपि सन्ति दाधातोः विषये, उभयपदे अस्ति इति कृत्वा. अपि च दाधातुः जुहोत्यादिगणीयधातुः इति कृत्वा तत्र सर्वदा द्वित्वं भवति. तत्र द्वित्वं सर्वदा श्रूयते. तावदेव. अत्र सप्तमः अभ्यासः अस्ति. भवन्तः दृष्टवन्तः वा अत्र गीतासम्मानं? उत्तमं, भवती एव आरम्भं करोतु भगिनि. तत्र सप्तमः अभ्यासः गीतायाः चतुर्थे अध्याये एतत् सङ्ख्याकेषु श्लोकेषु रिक्तस्थानानि क्रियापदानि परिशीलयत. गीतायाः षष्टिविभक्ति एकवचनं चतुर्थे अध्याये सप्तमविभक्ति एकवचनम् एतत् सङ्ख्याकेषु सप्तमविभक्ति बहुवचनं श्लोकेषु अपि सप्तमविभक्ति बहुवचनं रिक्तस्थानानि प्रथमपुरुष बहुवचनं क्रियापदानि प्रथमविभक्ति बहुवचनं परिशीलयत. परि उपसर्ग अस्ति न भगिनी तत्र? शीलयत मध्यमपुरुष लोट्लकार बहुवचनम् इत्युक्ते अत्र अहं चिन्तयामि अत्रापि क्रियापदानि इति कर्मपदमेव. अत्र क्रियापदानि इति द्वितीयविभक्तिरूपम् अस्ति. इत्युक्ते आहत्य अत्र भगवद्गीतायां तत्र श्लोक भगवद्गीतातः श्लोकसङ्ख्याः दत्ताः. इत्युक्ते अत्र द्वादशानां श्लोकानां सङ्ख्याः दत्ताः. तेषु श्लोकेषु प्रदत्तानि क्रियापदानि अन्वेष्टव्यानि अथवा तिङन्तपदानि अन्वेष्टव्यानि. स एव अस्माकं गृहपाठः. चतुर्थाध्यायस्य सप्तमः श्लोकः. वदतु भगिनि, श्लोकं मा पठतु. तत्र केवलं किमर्थमित्युक्ते समयाभावात् केवलं तस्मिन् श्लोके क्रियापदं किम्? ग्लानिर्भवति, भवति अस्ति भगिनि, अपि च सृजामि. भवति भूधातुः, भ्वादिगणे परस्मैपदि अकर्मकधातुः. भवति भवतः, भवन्ति, भवसि, भवतः, भवथ, भवामि, भवावः, भवामः. अपि च सृजामि, सृज् धातुः, तुदादिगणे धातुः, परस्मैपदि सकर्मकः अनिट्. सृजति, सृजुतः, सृजन्ति. सृजसि, सृजुतः, सृजुथ. सृजामि, सृजावः, सृजामः इति अस्ति. उत्तमम्. इत्युक्ते तत्र श्लोके वाक्यं किम् अस्ति इत्युक्ते अहम् आत्मानं सृजामि इति वाक्यं तत्र. भगवान् वदति आत्मानं सृजामि. यद्यपि अहं निराकारः, किन्तु साकारः भूत्वा अहं मम प्रकटनं करोमि. अथवा तत्र सृजामि इत्यस्य अर्थः तु प्रकाशयामि अथवा प्रकटः भवामि इति परमात्मा वदति यदा यदा हि धर्मस्य इति भाति तत्र सृजामि अहम् आत्मानं सृजामि यथा भवत्या उक्तम् अत्र सृज् धातुः अस्ति सकर्मकधातुः एव उत्तमं भगिनी अनन्तरं सुजाता भगिनी भवती करोतु अग्रिमं श्लोकं दृष्टवती वा भगिनी सुजाता भगिनी अत्र चतुर्थाध्यायस्य अष्टमः श्लोकः न महोदय न भगिनी चिन्ता मास्तु चिन्ता मास्तु लता भगिनी भवती करोतु चिन्ता मास्तु लता भगिनी भवती कर्तुम् इच्छति वा अष्टमश्लोकः किल लता भगिनी चतुर्थाध्याये अष्टमश्लोकः तत्र सम्भवामि इति क्रियापदः सम्भवामि इति क्रियापद उत्तमपुरुष एकवचन अन्यरूपाणि प्रथमपुरुषे सम्भवति सम्भवतः सम्भवन्ति सम्भवसि सम्भवतः सम्भवतः सम्भवामि सम्भवावः सम्भवामः उत्तमम् उपसर्गः सम उपसर्गः अत्र सम्भवामि इति अस्ति तस्य अर्थः भवत्याः अवगमनं किं तस्मिन् विषये सम्भवामि प्रकटनं करोमि सेम् थिङ्ग् नो लैक् सृजाम्यहं हियर् आल्सो सम्भवामि ऐ विल् कम् अगेन् उत्तमम् इत्युक्ते अत्र उद्भवामि तत्र सम उपसर्गपूर्वकः भूधातोः रूपं सम्भवामि उत् उपसर्गपूर्वकः भूधातोः रूपम् उद्भवामि स एव किन्तु भूधातुः अकर्मकधातुः अग्रिमम् वन् मिनिट् भगिनि भूधातुः अकर्मक किं तत्र किं भवति तत्र उत्सवः भवति इति उत्सवं राङ्ग् आन्सर् ओके ओके ओके ऐ वास् वण्डरिङ्ग् वै भूधातु अकर्मक नौ ऐ अण्डर्स्टुड् वेन् ऐ मैसेल्फ् आस् दिस् क्वश्चन् ऐ अण्डर्स्टुड् ओके भगिनि वाट् इस् तत्र तृतीयः प्रश्नः तत्र चतुर्थाध्यायस्य नवमः श्लोकः तत्र नैन् इति लिखितमस्ति तत्र चतुर्थाध्यायस्य नवमः श्लोकः वेत्ति एण्ड् नैति आर् दे द टु क्रियापद तत्र नैति इति अस्ति वा न एति एति अस्ति एति अस्ति न एति ओके एति एति ऐ एम् सारि न एति नैति ओके ओके वृद्धिसन्धि किल न एति नैति वृत्तिसन्धि इत्युक्ते किञ्चित् वेति वेत्ति इति पदस्य विषये किञ्चित् वदामि अत्र वयं साधारणतया शृणुमः शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणिः इति वयं जानीमः तत्र वेत्ति इत्युक्ते जानाति इति अर्थः तत्र विद्धातोः रूपं किन्तु विद्धातुः बहुषु गणेषु अस्ति विदा इति औपदेशिकधातुः विदज्ञाने इत्यस्मिन् अर्थे अस्ति वेत्ति इति अस्ति इव अदादिगणीयधातुः अस्ति तत्र वेत्ति अदादिगणीयधातुः किन्तु वेत्ति इति धातोः तत्र तस्मिन् विषये एकः विशेषः अस्ति विशेषः कः इति पश्यामश्चेत् तत्र परस्मैपदिरूपाणि अष्टादशरूपाणि भवन्ति इत्युक्ते साधारणतया वयं परस्मैपदरूपाणि नवरूपाणि एव पश्यामः किन्तु अत्र विदज्ञाने इत्यस्मिन् अर्थे तत्र अष्टादशरूपाणि सन्ति विद् धातोः रूपाणि लट्लकाररूपाणि एव तत्र कारणं किम् इति अहं दृष्टवती. तत्र एकः विशेषः अस्ति, विदः विदो लटो वा इति सूत्रेण. तत्र सर्वत्र इत्युक्ते सर्वेषु नवरूपेषु विकल्पेन एकम् अन्यत् रूपम् आयाति. तत्र वेत्ति इत्यस्मिन् तत्र द्वितीयं रूपम् अस्ति, वित्तः तत्रापि द्वितीयं रूपं, विदन्ति तत्रापि द्वितीयं रूपम् आहत्य अत्र लट्लकारे न केवलं नवरूपाणि विकल्पेन तत्र सर्वत्र नवसु रूपेषु विकल्पेन रूपद्वयं सम्भवति. विदो लटो वा, यत्र कुत्रापि सूत्रे वा इति पदं दत्तमस्ति चेत् विकल्पेन तत्र रूपद्वयम् इति अवगन्तव्यम् इति विद् धातोः रूपमेव वेत्ति. एति एति इति क्रियापदमस्ति, एति इति गच्छति इत्यस्मिन् अर्थे. धातुः वदतु वदतु. Not very sure, the Rupani, I'm not very sure. Eti, first, Prathama Purusha, Ekavachani, Ekaraha Bhavati. Next, he only is there. I don't know the Rupani, I'm sorry. Kopi, Atra Drushtva Kopi Vadativa, Atra Ashtadhyayi.com Drushtva Vadativa. Eti, Atra E, Laukika Dhatu, यदा वेत्ति वदतु. अहम् अष्टाध्यायी पश्यामि. वित्तः विदतुः, विदुः विदन्ति. अत्र एति एति शब्दस्य विषये वदतु भगिनि. वेत्ति इन् गतौ इति पदस्य विषये प्रश्न किं भगिनि? एति एति शब्दस्य रूपाणि किञ्चित् भिन्नानि भवन्ति, तदर्थम् अस्माभिः श्रोतव्यं. भगिनि तत्रापि तीतः अन्ति सीतः एव भवति वा? एति इतः यन्ति. वदतु भगिनि. यन्ति एति इतः इत एमि इवः इमः इमः. उत्तमम् उत्तमम्. एति इतः यन्ति एषि इतः इथ. उत्तमम्. अत्र धातुः अदादिगणीयधातुः अस्ति, गच्छति इत्यस्मिन् अर्थे एति इति इत्युक्त्वा तत्र प्राप्नोति इति अर्थः अपि आयाति इति भाति. चिन्ता मास्तु. अत्र अनन्तरम् अत्र शोभा भगिनी भवती कृतवती वा, किञ्चित् दृष्टवती वा? न भगिनि, परन्तु करोमि अधुना. तत्र एकादश श्लोकः, तत्र प्रपद्यन्ते इति क्रियापदम् अस्ति, प्र उपसर्गपूर्वकः, पद्यते इत्यस्य बहुवचनं प्रपद्यन्ते. अपि च वर्त्मान् अनुवर्तन्ते इति अपि क्रियापदम् अस्ति. अनु उपसर्गपूर्वक वर्तते इत्यस्य बहुवचने अनुवर्तन्ते इति. तावदेव स्तः तत्र. भजामि क्षम्यतां, भजामि अहं, भजाम्यहं, सन्धि भूत्वा भजाम्यहम् इति भवति. अनन्तरं 14 अत्र किञ्चित् भजामि, तत्र भजसेवायां, भजसेवायाम् इति तत्र धातुः अस्ति. भजधातुः अपि उभयपदी धातुः. यदा पूर्वं वयं दृष्टवन्तः भजति, तत्र उषा भगिनी उक्तवती भजति इति एकं रूपम् अस्ति, भजते इति रूपमपि अस्ति. अनुवर्तन्ते तत्र अनु उपसर्गपूर्वकः वृत् धातोः रूपमेव वर्तते, किन्तु अत्र बहुवचनरूपं दत्तमस्ति श्लोके अनुवर्तन्ते. तत्र वर्तते इत्युक्ते वर्तते करोति कुर्वन्ति इति अनुवर्तते उपसर्ग अस्ति इति कृत्वा तत्र फालोयिङ्ग् समवन् कुर्वन्ति इति भवति अर्थम् अनुकरणं कुर्वन्ति अनुकरणं कुर्वन्ति अत्र वृत्तधातोः रूपमेव वर्तते अकर्मकधातुः अस्ति किन्तु वृत्तधातुः आत्मनेपदी धातुः तदर्थमेव वर्तते इति रूपमायाति प्रपद्यन्ते इति रूपमपि अस्ति अग्रिमं तत्र लिम्पन्ति इति एकं अनन्तरं स्पृहा इति मां यो अभिजानाति अभि उपसर्गपूर्वक जानाति इति क्रियापदम् अपि च बध्यते इति क्रियापदम् अत्र लिम्पन्ति इति नामां कर्माणि लिम्पन्ति तत्र लेपनं न करोति इति अर्थम् इति मन्ये भगिनि नामां कर्माणि वयं भिन्नरीत्या वक्तुमिच्छामश्चेत् न स्पृशन्ति स्पृशति वयं जानीमः स्पृशति तस्मिन्नेव अर्थे न लिम्पन्ति न स्पृशन्ति इति अर्थे अस्ति अत्र लेपनम् इति अस्ति चेत् तत्र धातुः किम् इति अहं न जानामि अत्र अहं दृष्टवती अतः वदामि तत्र औपदेशिकधातुः तु लिप इति अस्ति लिप् धातुः अस्ति तत्र एकं विशेषं कार्यं भवति तत्र रूपाणि लिम्पति लिम्पतः लिम्पन्ति तादृशरूपाणि भवन्ति तत्र यद्यपि धातुः लिप् अस्ति किन्तु तत्र मध्ये नुमागमः किमर्थं भवति लिम्पति लिम्पन्ति तत्र इदितोनं न भगिनि किमर्थमित्युक्ते अयं धातुः इदित् धातुः नास्ति किन्तु तत्र एकं विशेषं कार्यं भवति तत्र सेमुचादीनाम् इति एकं सूत्रमस्ति सेमुचादीनाम् इति सूत्रेण तत्र मध्ये नुमागमः भवति तदर्थमेव तत्र यद्यपि धातुः लिप् धातुः तत्र लिम्पति इति रूपम् आयाति किन्तु श्लोके लिम्पन्ति बहुवचनरूपं दत्तमस्ति लिप् अयं धातुः अपि उभयपदी धातुः तत्र एकं क्रियापदं लिम्पन्ति द्वितीयं क्रियापदम् अभिजानाति किञ्चित् वदतु भगिनि अभि इति उपसर्गपूर्वकः जानाति इति क्रियापदं तत्र अभिजानाति एम्फसिस् जानाति इत्यस्य एम्फसिस् करोति इति अहं मन्ये यो ये यः माम् अभिजानाति इति अर्थे जानाति पदं वयं कृतवन्तः अहं एकं वाक्यं वदामि अहम् इदं क्रियापदम् अभिजानामि इत्युक्ते अस्य क्रियापदस्य धातुम् अभिजानामि तत्र अभिजानाति इत्युक्ते वेत्ति इत्यस्मिन् अर्थे किन्तु साधारणतया वयं तत् पदम् उपयोगं कुर्मः अभिज्ञानम् इति पदं वयं जानीमः अभिज्ञानम् इत्युक्ते रिकग्निशन् तत्र अस्तु अस्तु अभिजानाति अभिज्ञानम् अभिजानाति रेकग्नैज् अस्तु तत्र अभि उपसर्गपूर्व यथा भवत्या उक्तम् अभि उपसर्गपूर्वकः ज्ञाधातोः रूपं किन्तु अभिज्ञानम् इति ल्युडन्तपदं रिकग्निशन् इति अर्थः अत्र अन्यत् क्रियापदमस्ति बध्यते कीदृशं पदं तत्र बन्ध धातु इति इति अस्ति इति अहं मन्ये बध्यते इति क्रियापदम् आत्मनेपदी न बध्यते क्षम्यतां तत्र कर्मणि प्रयोगः अस्ति न बध्यते इति सा बध्यते कर्मणि प्रयोगे बन्धधातोः तत्र नकारस्य लोपः भवति अतः बद्ध इति एव निष्पन्नं भवति बध्यते इति. उत्तमम्. असाधारणलट् रूपं तु बध्नाति. बध्नाति किन्तु अत्र बध्यते इति लिखितमस्ति यथा भवत्या उक्तम् कर्मणि लट् रूपम्. अत्र वयं पूर्वस्मिन् पूर्वस्यां कक्षायां दृष्टवन्तः बन्धधातुतः तत्र नकारलोपः किमर्थं भवति इति वयं गते सप्ताहे किञ्चित् अवगन्तुं प्रयत्नं कृतवन्तः. अत्र तु बध्यते. अग्रिमम् अग्रिमम् एवं कृतं कर्म तत्र कुरु इति एकं क्रियापदमस्ति लोट्लकारे मध्यमपुरुषे एकवचनं कुरु. तदनन्तरं तस्मात् तत्र तु विभक्ति एव पूर्वैः पूर्वतरं कृतम् इति अन्यद् क्रियापदम् अस्ति. कृतम् इति पदं कृदन्तपदं कृतम् इति धातुतः निर्मितं पदं. कृदन्तपदम् इत्युक्ते धातुतः कृताप्रत्ययस्य योजनेन कृत इति प्रातिपदिकं सिद्ध्यति. तत्र कृतम् इति नपुंसकलिङ्गे दत्तमस्ति. कृधातुतः निर्मितं कृदन्तपदम्. भगिनि अत्र एक्सर्सैज् मे नेक्स्ट् इस् 20th श्लोकः किल? विंशतितमं श्लोकं भगिनि. विंशतितमं. अस्तु अस्तु अस्तु अस्तु क्षम्यतां. तत्र भगिनी इफ् इट्स् ओके अहम् एकवारं पठामि. त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः. तत्र कर्मण्य अभिप्रवृत्ति प्रवृत्तः अपि तत्र प्रवृत्तः किञ्चित् करोति इति तु क्रियापदम् अस्ति. तदेव इत्युक्ते तस्मिन् श्लोके एकमेव क्रियापदम् अस्ति तिङन्तपदं. मम आशयः तु तत्र तिङन्तपदम् एकमेव करोति इति. वदतु करोति. करोति क्रूधातुः. क्रूधातोः करोति इति एकवचन प्रथमपुरुष भवति. करोति कुरुतः कुर्वन्ति इति. अपि च क्रूधातु सकर्मक. अपि च तत्र उभयपदी धातु तदपि च आत्मनेपदी अपि भवति. कुरुते कुरुते रूपमपि उत्तमम्. आहत्य तत्र मूलरूपं तु डुक्रुञ् इति मूलरूपम् अस्ति. किन्तु लौकिकधातुः क्रु अस्ति. अग्रिमं श्लोकं पठितुम् इच्छति. त्यक्त्वा अपि कर्म क्रियापदं न क्त्वान्तपदं क्त्वान्तपदं बट् परन्तु क्रिया एव न क्रियापदं. तत्र भेदः अस्ति भगिनि. कृदन्तपदानि भिन्नानि. कृदन्तपदानि भिन्नानि. तिङन्तपदानि भिन्नानि. इत्युक्ते तिङन्तपदम् इत्युक्ते यस्य पदस्य अन्ते तिङ् प्रत्ययः अस्ति तदेव तिङन्तपदं. तत्र क्रियापदं. तिङन्तपदं भिन्नं. कृदन्तपदं भिन्नं. क्त्वान्तरूपं तुमुन्नन्तं रूपम् अपि च कथान्तरूपम् एतानि पदानि सर्वाणि धातुतः निर्मितानि एव. किन्तु तानि पदानि कृदन्तपदानि. विशेषतया इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् तुमुन्नन्तं पदं क्त्वान्तपदम् अव्ययं भवति. न तु तिङन्तपदं भिन्नं. कृदन्तपदं भिन्नं. किन्तु धातुतः एव कृदन्तपदानि अपि निर्मितानि. तिङन्तपदानि अपि निर्मितानि. इत्युक्ते तस्य मूलरूपं तु धातुः एव. यथा भवत्या उक्तं त्यक्त्वा इति अस्ति चेत् तत्र धातुः त्यज् धातुः, त्यज् धातुतः क्त्वा प्रत्ययस्य योजनेन त्यक्त्वा रूपं साधितं, किन्तु त्यजति इति तिङन्तपदम्. उत्तमम्. अत्र आप् अग्रिमे श्लोके एकविंशतितमे श्लोके वदतु भगिनि. शोभा भगिनी वक्तुमिच्छति वा? आं भगिनि. निराशीर्यता चित्तात्मा त्यक्त सर्वपरिग्रहः, शरीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषं. तत्र कुर्वन् अपि च आप्नोति इति क्रियापदानि कुर्वन् इति तु शत्रु प्रत्यय अस्ति. तत्र कुर्वन् आप्नोति, आप्नोति आप् धातुः आप्नोति आप् धातोः आप्नोति इत्यस्य इति रूपं प्रथमपुरुषे एकवचने. अपि च कुर्वन् कृ धातुः एव, किन्तु यथा मया उक्तं पूर्वं तत्र कृ धातुतः शत्रुप्रत्ययस्य योजनेन तत्र कुर्वन् इति पुंलिङ्गरूपं सिध्यति. उत्तमं, धन्यवादः भगिनि. गीताञ्जलि भगिनि, भवती दृष्टवती वा भगवद्गीता? आं भगिनि, करोतु. एकत्रिंशत् अत्र तु यज्ञशिष्टामृतभजो यान्ति इति एकं तिङन्तं पदमस्ति. अत्र तु मूलरूपं या इति अस्ति अदादिगणे, अस्ति प्रापणे इति अर्थः अस्ति. याति यातः यान्ति. अत्र अहं दृष्टवती अत्र एकत्रिंशत्तमे श्लोके अस्ति इति क्रियापदमस्ति. ओ अस्ति वा भगिनि, मम गीता प्रेस् बुक् किञ्चित् मुद्रणदोषः. अन्ये के चिन्तयन्ति तत्र अस्ति? मम अपि यान्ति इति अस्ति भगिनि. भगिनि द्वितीय अस्ति, लोके अस्ति, लोको अस्ति, अस्ति तत्तु करोतु करोतु, क्षम्यतां करोतु. यान्ति इति प्रथम तिङन्तं पदं प्रथमपङ्क्तिशः नायं लोको. अत्र तु अस्ति भगिनि, अस्ति अस्ति सः सन्ति अस् धातोः आगतः. तदनन्तरं कुरु सप्तम इति अपि मध्यमपुरुष एकवचन अत्र केवलं अत्र भिन्नं पदं, तत् पदं तिङन्तपदं नास्ति. इत्युक्ते आहत्य अत्र अस्ति इति क्रियापदम् अस्ति, अकर्मकधातुः अस्ति, अपि च अदादिगणीयधातुः अस्ति इति कृत्वा मध्ये विकरणप्रत्ययः न भवति. अस्ति अस् तत्र अस् धातुतः ति योजनं कुर्मः, मध्ये विकरणप्रत्ययः न श्रूयते तत्र अदादिगणे. यथा पूर्वं वयं याति इति अपि वयं दृष्टवन्तः. अग्रिमे श्लोके अष्टत्रिंशत् अत्र तु विद्यते, प्रथमं तु विद्यते इति तु विद् धातु, विद् यकार आगच्छति दिवादिगणे आत्मनेपदी सत्तायामिति अर्थः अस्ति. विद्यते विद्येते विद्यन्ते प्रथमपुरुषरूपाणि. अपि च कालेन विन्दति अन्तिमपदमस्ति, विन्दति अपि विद् धातुः एव आगच्छति भगिनि, तत्र तु लाभे इति अर्थः तुदादिगणे दिवादिगणे न, किन्तु तुदादिगणे अस्ति चेत् लाभे इति अर्थः विन्दति प्रथमपुरुष बहुवचनरूपम् अस्ति भगिनि. उत्तमम्. इत्युक्ते तत्र एकत्रिंशत्तमे श्लोके नास्ति इति क्रियापदम् अस्ति, तस्मिन् स्थाने न विद्यते इति अपि वक्तुं शक्यते, न वर्तते इति अपि वक्तुं शक्यते. तत्र नास्ति इति तस्मिन् अर्थे एव न विद्यते इति अपि लेखितुं शक्नुमः. यथा मया उक्तं विद्युद्धातुः बहुषु गणेषु अस्ति किन्तु भिन्न अर्थेषु दत्तमस्ति. पूर्वं वयं वेत्ति इति क्रियापदं दृष्टवन्तः, अधुना यथा भगिन्या उक्तं तत्र विद्यते, क्षम्यताम्, अत्र विद्यते इति एकं क्रियापदम् अस्ति. तत्र विद् धातोः दिवादिगणीयधातुः विद्यते इति रूपम् अस्ति. तत्र विद् सत्तायां यथा भूसत्तायां तथा एव अत्र विद् सत्तायाम् इत्यस्मिन् अर्थे विद्यते इति रूपम् अस्ति. तृतीयधातुः विद् धातुः लाभे विद्लु इति रूपम्, औपदेशिकधातुः विद्लु अस्ति किन्तु तत्र श्लोके तु विन्दन्ति इति रूपम् अस्ति. तत्र विद् धातुतः विन्दन्ति विन्दति इति रूपं कथम् आयाति इत्युक्ते मध्ये तत्र नुमागमः भवति शेमुचादीनाम् इति सूत्रेण. तत्र अष्टधातवः सन्ति, तेषु तत्र मध्ये नुमागमः भवति. नुमागमः इत्युक्ते मध्ये नकारः आयाति, तदर्थमेव तत्र विद् विन्द् भवति, तदनन्तरं विन्दति इति रूपम् आयाति. तत्र अत्र विन्दति इत्युक्ते अत्र अर्थः कः? विन्दति इत्युक्ते लभते, वदतु भगिनि. लाभे इति दत्तं भगिनि. उत्तमम्. इत्युक्ते लाभे टु अप्टेन्. उत्तमम्. इत्युक्ते विन्दति इत्युक्ते वयं भिन्नरीत्या अन्यत् पदं योजयित्वा वक्तुमिच्छामश्चेत् लभते, लभते अथवा प्राप्नोति इति अपि वक्तुं शक्यते तत्र. अग्रिमं करोतु भगिनि. नवत्रिंशत् तु लभते प्रथम पदे एव श्रद्धावान् लभते, अत्र तु तोलि सन्धि आगच्छति. लभते इति आत्मनेपदी रूपम् अस्ति, लभते लभेति लभन्ते. गण अहं विस्मरामि भगिनि, गण अत्र तु लभ्यतु एक भुवादिगणे. भुवादि एव. धन्यवादः भगिनि. अस्तु, भुवादिगणे एव लभ्. तदनन्तरम् अन्तिम गच्छति इति दत्तम्. तत्र मध्ये किमपि तस्मिन् श्लोके एव अधिगच्छति, अधिगच्छति इति रूपम् अस्ति. लभते इत्युक्ते प्राप्नोति, अधिगच्छति इत्युक्ते अपि अत्र केवलं किम् इत्युक्ते वसति इति अर्थः नास्ति, अत्र अधिगच्छति इत्युक्ते प्राप्नोति इति एव अर्थः. ओ अस्ति वा, क्षम्यतां. तत्र श्लोकं पुनः एकवारं पठामश्चेत् बहु उत्तमः श्लोकः, पुनः एकवारं श्रावयतु. श्रद्धावान् लभते ज्ञानं, तत् परः संयतेन्द्रियः, ज्ञानं लब्ध्वा परां शान्तिं चिरेणाधिगच्छति. अचिरेण अधिगच्छति. इत्युक्ते पश्यन्तु बहु उत्तमं वाक्यं, तत्र सर्वदा तत् स्मर्तव्यं. श्रद्धावान् लभते ज्ञानं, श्रद्धावान् ज्ञानं लभते. अचिरेण इत्युक्ते यः ज्ञानं लब्ध्वा अचिरेण शान्तिम् अधिगच्छति, शान्तिम् अधिगच्छति, यस्य पार्श्वे ज्ञानमस्ति सः शान्तिं प्राप्नोति इति अर्थः. गच्छति सकर्मक अस्ति वा अकर्मक अस्ति वा भगिनी अत्र? गच्छति इति गम् धातुः सकर्मकः एव, किन्तु अत्र अधिगच्छति इति क्रियापदम् अस्ति श्लोके. अधिगच्छति इत्युक्ते शान्तिम् अधिगच्छति, तत्र सान्दर्भिक अर्थः तु सः तादृशः पुरुषः यस्य पार्श्वे ज्ञानमस्ति सः शान्तिं प्राप्नोति. अचिरेण शान्तिं प्रति अधिगच्छति इति वा भगिनि? इत्युक्ते प्राप्नोति इति अर्थे अस्ति. अचिरेण इत्युक्ते शीघ्रम्. अचिरेण शीघ्रम् अस्तु, शीघ्रं शान्तिं प्राप्नोति इति अर्थः. चिरां चिरात् इति पदस्य नञ् तत्पुरुषः. उत्तमम् उत्तमम् उत्तमं, तदेव विरोधं करोति इति कृत्वा. अचिरेण चिरात् इत्युक्ते विरोधं करोति भगिनि? चिरा इत्यस्य विरोधं करोति. इत्युक्ते भगिन्याः आशयः तु तत्र चिरात् इत्युक्ते बहुकालात् इति अर्थः, किन्तु अत्र आ इति पदम पूर्वम् आ इति अस्ति इति कृत्वा सत्यम् असत्यम् इव. नेगेशन् भवति तत्र, तत्र नैतत्पुरुषमासः. अचिरेण अधिगच्छति, तत्र किं वक्तव्यं भिन्नरीत्या? सः शीघ्रं प्राप्नोति. किं प्राप्नोति? शान्तिं प्राप्नोति. कः प्राप्नोति? श्रद्धावान् इति अत्र. Shraddhavan labhate jnanam is written in logos of many educational institutions. Logo. Yeah, this is written in many. Uttamah shlokah. उत्तमम्. अनन्तरम् अत्र लब् धातोः विषये इतोपि किं ज्ञातव्यम् इत्युक्ते, तत्र धातुः औपदेशिक अवस्थायां दुलभश् इति दत्तमस्ति. इत्युक्ते तत्र बहवः इत्संज्ञकवर्णाः सन्ति इति भाति. इत्युक्ते लौकिकधातुः तु लब्, किन्तु तत्र केचन वर्णाः इत्संज्ञकवर्णाः सन्ति, अपि च धातुः अनिट् धातुः, तदर्थमेव तत्र लब्ध इति रूपम् आयाति. पठ् धातोः रूपं पठित इति भवति, तत्र मध्ये इडागमः भवति, किन्तु अत्र अयं धातुः अनिट् धातुः अस्ति इति कृत्वा मध्ये इकारः न श्रूयते, तदर्थमेव लब् धातोः रूपं लब्ध, लब्धवान्, लब्धः, लब्धम्. उत्तमम्. अन्तिमः श्लोकः का पठति लता भगिनी? भवती श्रावयतु अन्तिमः. 41 अग्नश्च श्रद्धा संशयात् विनश्यति इस् वन् क्रियापद. And then nayam loko asti is one kriyapada. Karona sukham samshayatmanaha. Vinashyati and asti, two kriyapadas. So vinashyati is pratama purusha ekavachana of nash dhatu with v upasarga, vinashyati. What else should I tell about that? Bhavati yajjanati tatvadatu. विनश्यति वि उपसर्ग नश् धातु. विनश्यति हि लूसेस् और् हि गेट्स् डेस्ट्राय्ड्. विनश्यति हि गेट्स् अनिलेटेड् देन् नायं लोको अस्ति. अस्ति इस् वन्स् अगेन् अस् धातोः अस्ति प्रथमपुरुष एकवचन अस्ति स्तः सन्ति रूपाणि प्रथमपुरुषे. ओन्ली देट् मच् तावत् एव भगिनि. अत्र यथा अस्माभिः पूर्वमेव उक्तम् अस् धातुः अकर्मकधातुः, अपि च अत्र नश् धातुः तत्र औपदेशिक अवस्थायाम् उपदेशावस्थायां मूर्धन्यणकारादिधातुः, तदर्थमेव तत्र णो नः इति सूत्रं कार्यं करोति. तदर्थमेव णश् णशौ इति धातुः नश् भवति, लौकिकधातुः भवति. तत्र अर्थः तु अदर्शने, नश्यति चेत् दर्शनं तस्य दर्शनं न भवति इत्युक्ते तदेव नश्यति, नश्यति अदर्शने इत्यस्मिन् अर्थे तत्र दत्तमस्ति नश्यति. तत्र दिवादिगणीयधातुः, तदर्थमेव तत्र श्यन् मध्ये आयाति विकरणप्रत्ययः, तदर्थमेव तत्र सर्वदा दिवादिगणे यकारः श्रूयते, श्यन् विकरणप्रत्ययः अस्ति इति कृत्वा तत्र. भगिनी, नश् धातु दिवादिगणे परस्मैपदी अकर्मकः, वेट् अस्ति इत्युक्ते किम् अस्ति भगिनि? वेट् अनिट् भगिनि, अत्र अहं चिन्तयामि अयं नश् धातुः दिवादिगणीयधातुः, न तु भुवादिगणीयः. परन्तु अत्र नश् धातुः परस्मैपदीरूपम् अस्ति भगिनि, अत्र परस्मैपदी एव भगिनि, दिवादिगणे परस्मैपदी अकर्मकधातुः, परन्तु वेट् इति दत्तमस्ति. वेट् इत्युक्ते अनिट् सेड् जानामि, परन्तु वेट् विकल्पेन आगच्छति, विकल्पेन आगच्छति. वेट् इत्युक्ते वा वा एट् इत्युक्ते कुत्रचित् तत्र इडागमः भवति, कुत्रचित् न भवति, तथा न वक्तव्यं, विकल्पेन भवति इडागमः. विकल्पेन वेट् धातवः सन्ति, तत्र विकल्पेन इति अर्थः. विकल्पेन इडागमः आगच्छति वा भगिनि? विकल्पेन इडागमः भवति. तत्र इत्युक्ते रूपद्वयं सम्भवति इति वक्तुं शक्यते तत्र. भगिनि, यदि विकल्पेन आयाति तदनन्तरं रूपं किं भवति? न न, अत्र इडागमचिन्तनं कुत्र भवति? साधारणतया आर्धधातुकप्रसङ्गे एव इडागमचिन्तनं भवति. साधारणतया वयम् आरम्भे प्रारम्भिककक्षायां किं पठामः? सार्वधातुकलकारान् पठामः, लट् लोट् लङ् विधिलिङ्ग्. एते चत्वारः लकाराः सार्वधातुकलकाराः, न तु आर्धधातुकलकाराः. सार्वधातुकलकारेषु इडागमचिन्तनं न भवति, आर्धधातुकलकारेषु एव इडागमचिन्तनं भवति. इत्युक्ते तत्र लुट् लकारः, तादृशेषु लकारेषु आर्धधातु इडागमचिन्तनं भवति. मध्ये इडागमः कुत्र भवति तस्मिन् विषये केचन नियमाः सन्ति. तत्र प्रत्ययः कीदृशः, धातुः कीदृशः द्रष्टव्यम्. इत्युक्ते धातौ अपि इडागमानुकूलता भवेत्, प्रत्यये अपि इडागमानुकूल्यम् आवश्यकं, तथा तत्र द्वय निकषद्वयम् इत्युक्ते कण्डिशन्स्, टु कण्डिशन्स् सन्ति. तत्र धातुः अपि सेट् भवेत्, प्रत्ययः अपि सेट् भवेत्, तदानीम् एव मध्ये इडागमः भवति. तत्र यदा धातौ आनुकूल्यं नास्ति चेत् अथवा प्रत्यये अपि आनुकूल्यं नास्ति चेत् तत्र इडागमः न भवति इति विषयः. किन्तु आर्धधातुकप्रसङ्गे एव इडागमचिन्तनं, तदर्थमेव अत्र सेट् अनिट् वेट्. केचन धातवः सेट् धातवः, केचन अनिटः सन्ति, केचन वेटः धातवः सन्ति. तत्र वेट् धातुषु विकल्पेन इडागमः भवति इति विषयः. अन्तिमः श्लोकः, तत्र कुत्रापि वयं द्वे रूपे पश्यामः, तत्र वेट् इति अस्ति वा? तत्र नश् इति पश्यन्ती अस्मि भगिनि. लुट् लकारे सर्वाणि, लुट् लकारानन्तरं सर्वाणि द्वे रूपाणि सन्ति, द्वे रूपौ. अस्तु, विकल्पेन इत्युक्ते द्वे इति साधारणतया भवति, एकं विकल्प वैकल्पिकरूपम् एकं साधारणरूपम् इति अस्ति वा अत्र? आर्धधातुक लुट् लकारः आर्धधातुकलकारः लकारः. तत्र एकवारं पठामि वा? पठतु. नष्टा नशिता इति अस्ति, अनन्तरं नष्टारौ नशितारौ इति, नष्टारः नशितारः प्रथमपुरुषे एतानि द्वे रूपाणि. उत्तमम्. अत्र यथा भवत्या उक्तम् अत्र अहमपि पश्यन्ती अस्मि, अत्र नौष्टा इति नशिता इति रूपद्वयमस्ति. इत्युक्ते आहत्य एतावत्पर्यन्तम् अहं न पठितवती, आर्धधातुकलकारान् न पठितवती, किन्तु आर्धधातुकलकारेषु अत्र अत्र इडागमचिन्तनं भवति इति कृत्वा तत्र रूपद्वयम् अस्ति. अयं धातुः वेट् अस्ति इति कृत्वा तत्र रूपद्वयम् अस्ति इति मया अधुना अवगतम्. धन्यवादः भगिनि. वेट् अस्ति इति कृत्वा लुट् लकारे रूपद्वयम् अस्ति, अहमपि पश्यन्ती अस्मि अधुना. एतावता सर्वे उक्तवन्तः इति भाति, यस्य कस्यापि क्रमः न आगतः चेत् कृपया वदन्तु. अत्र अन्तिमः श्लोकः एकचत्वारिंशत्तमः श्लोकः अस्ति. अहं वदामि वा भगिनि? प्रिया अस्मि. प्रिया भगिनी वदतु. अन्तिमश्लोके बध्नन्ति इति क्रियापदमस्ति. बन्धातोः प्रथमपुरुष बहुवचनं, नि इति उपसर्गः अस्ति, उपसर्गः पूर्वं बन्धातोः. एकमेव तत्र बन्धधातुः अस्माभिः पूर्वमेव ज्ञातं, किं बन्धधातुतः बद्ध नकारलोप. तत्र अत्रापि यथा पूर्वम् अत्र शोभा भगिन्या उक्तमस्ति, बध्यते इति रूपं वयं दृष्टवन्तः, किन्तु अत्र बहुवचनरूपं दत्तमस्ति, बध्यन्ते. इतोपि कर्मणि रूपं बध्यते तु कर्मणि रूपं न भगिनि? बन्धातुः कर्मरूपं बध्यते, कर्मणि रूपं, कर्मणि बहुवचनं. अत्र श्लोके इतोपि किञ्चित् वदतु, श्लोके अत्र सन्दर्भः कः, भवत्याः अवगमनं किम्? अत्र न निबध् अत्र श्लोके न निबध्नन्ति इति लिखितमस्ति. कर्म आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय. कर्म एव न बध्नन्ति वा स्वस्य कर्म? अत्र किञ्चित् क्षम्यताम्, अत्र अहं दोषेण उक्तवती. तत्र श्लोके तु निबध्नन्ति रूपमेव दत्तमस्ति, निबध्नन्ति इति लट्लकाररूपमेव अत्र प्रथमपुरुषबहुवचनरूपं दत्तमस्ति, किन्तु कर्मणि रूपं स्वीकृत्य वदामश्चेत् न बध्यन्ते इति भवति. अत्र तु श्लोके तु निबध्नन्ति रूपमेव दत्तमस्ति. अत्र सान्दर्भिक अर्थः तु वयं पूर्वमेव दृष्टवन्तः, न लिम्पन्ति, नो अटाच्मेण्ट्, नो अटाच्मेण्ट् इति अर्थः. अत्र श्लोकस्य अर्थः तु यः पुरुषः जितेन्द्रियः अस्ति सः पुरुषः कर्मणा न बध्यते. इत्युक्ते जितेन्द्रियः पुरुषः कर्म करोति चेदपि तं पुरुषं कर्माणि न निबध्यति, कर्माणि न लिम्पन्ति इति अर्थः. भगिनि अत्र दोस् हुडूद कर्म I mean offering it to God without any selfish motive, like Ishwararpana buddhi saha karmam karoti kila, tasya karmaha na badnati. I think that is what it means, no? Yoga, that first word is there, yogastas, tasya, what is that? Ha, karmanam. योगसन्न्यस्त, हा योगसन्न्यस्त कर्मणम्, हा दट् मीन्स् हू डस् द कर्म वित् डिस्पेशन् वितौट् एनी अटाच्मेण्ट् आफरिङ्ग् इट् टु गाड् सच् अ पर्सन् विल् नाट् बि बौण्ड् बै द कर्मफल ऐ थिङ्क् पापपुण्यस् आर् नाट् देर् फोर् हिम् वाट् इट् मीन्स् ऐ थिङ्क् सो तावदेव इत्युक्ते अत्र एतावता यः तत्त्वज्ञानी अस्ति, यः तत्त्वं जानाति, सः कर्मणा न बध्यते, कर्मणा न लिप्यते इति कर्मणि रूपं वक्तुं शक्यते. अथवा तत्त्वज्ञानिनं पुरुषं कर्माणि न लिम्पन्ति अथवा न निबध्नन्ति इति तत्र तदेव वाक्यं वयं कर्मण्यर्थे अपि कर्मणि तत्र कर्मणि प्रयोगे अपि तदेव वाक्यं वक्तुं शक्नुमः. तावदेव एतावत्पर्यन्तं वयं समीचीनतया अभ्यासं कृतवन्तः. अत्र इतोपि बहवः अभ्यासाः सन्ति, किन्तु तान् अभ्यासान् गृहपाठरूपेण कुर्वन्तु. अग्रिमे सप्ताहे पुनः एकवारम् अत्र मिलामः. सर्वेषां धन्यवादः. धन्यवादः. धन्यवादः. भगिनी.